नमस्कारः, सर्वेषां स्वागतम्। यङन्तदातवः इति द्वितीयकरपत्रम् अनुवर्तते। तत्र दंश् बञ्ज् इति द्वयोः धातोः रूपसाधनं वयं गते सप्ताहे दृष्टवन्तः। तस्मिन् महोदय इतोपि योजितवान्। अस्माकं सूत्रम् आसीत् जप जब दह दश भञ्ज पशां च इति सूत्रं। तस्मिन् दश इत्यपि अस्ति, भञ्ज इत्यपि अस्ति। अत्र तु दश इति तु दंश् इति धातोः ग्रहणम् अस्ति, भञ्ज इत्यस्य भञ्ज इति धातोः। अत्र प्रश्नः आसीत् कित् वयं गते सप्ताहे चर्चितवन्तः किमर्थं दंश् इत्यस्य मकारलोपस्य अनन्तरं दश इति सूत्रे पाणिनिना उक्तं, किमर्थं भञ्ज इत्यस्य नकारस्य लोपः किमर्थं न जातः इति वयं गते सप्ताहे चर्चितवन्तः। यद्यपि अन्ततो गत्वा उभयोः अपि तत्र नकारस्य लोपः साक्षात् प्रक्रियायां लुप्यते, दन्दश्यते, अनन्तरं बम्बज्यते इति भवति। तर्हि किमर्थम् अत्र सूत्रे किमर्थं पृथक्तया दत्तम् इति प्रश्नः आसीत्। तर्हि तस्मिन् महोदय अग्रे लिखितवान् प्रश्नः उदेति इति। मणिमहोदय पठति वा महोदय? न शृणुमः महोदय, म्यूटेड् अस्ति भवान्। मणिमहोदय अस्तु, पुष्पभगिनी भवती एव पठति वा? क्षम्यतां महोदय, क्षम्यतां महोदय। ट्वीट् मध्ये अत्र प्रश्नः उदेति यत् किमर्थं सूत्रे दंस् धातोः अनुसारः न प्रदर्शितः यदि तस्य लोपः तु भवति एव। अनेतां हलः उपधायाम् उपधाया कृतिनीति इति सूत्रेण अनयोः द्वयोः धातोः दंस् बञ्च् भेदः अत्र कः? कोऽपि भेदः न दृश्यते यतोहि द्वयोः अपि आरम्भे एव नकारः लोपो भवति। तर्हि सूत्रे भेदप्रदर्शनस्य प्रयोजनं किम्? यङ्लुकि भेदः अस्ति, यङ्लुकि अपि द्वयोः धातोः प्रक्रिया तु समानमेव, समाना एव, केवलम् आरम्भे दस् इति एव अस्ति, न तु दंस्। सूत्रस्य दस् इति ज्ञापकत्वात् यङ्कि अनीतां हल उपधयः कृतिनिति इति सूत्रस्य प्रसक्तिः नास्ति। अतः यङ्लुकि द्वयोः धातोः रूपभेदः तिष्ठति, दन्तशीति बं जीति। किन्तु यङ्गिशास्त्र विहितनकारलोपकत्वात् रूपभेदः न तिष्ठति, दन्दस्यते बम्बज्यते, यतोहि तत्र भञ्जधातोः अपि नकारलोपः भवति। अत्र सूत्रे दंस् इति न उक्तं, दस् एव उक्तं, किमर्थम् इति प्रश्नः अस्ति। तदर्थं उत्तरमस्ति अत्र दंस् धातोः भञ्जधातोः अपि समानमेव, पूर्वमेव नकारलोपो भवति इति दत्तम्। किं भेदः इति दृश्यते चेत् आरम्भे नकारः एव, नकारः लोपो द्वयोः अपि, किमर्थं भेदः अस्ति इति वदति। यङ्लुकि द्वयोः अपि समानमेव, किमर्थं चेत् यङ् नास्ति, अतः अत्र नकारः लोपो न भवति पञ्चधातोः अपि दशधातोः अपि, अनितामालसूत्र न प्रसक्तिः अत्र। परन्तु यङ्लुकि द्वयोः अपि धातोः रूपभेदः अस्ति, दन्दशीति बम्बजीति इति। परन्तु यङ्गन्धातो चेत् समानमेव अस्ति, यङ्लुकि डिफरेन्स् अस्ति, परन्तु यङ् प्रत्ययः समानमेव इति। महोदय, किमपि उक्तं चेत् अहं तदेव वदामि। अत्र यङ्लुकि तु किमपि अन्ततो यङ्लुकि तु प्रश्नः एव नास्ति, उभयोः अपि नकारस्य लोपः भूत्वा अनिदितां खलु उपादायानिति इति शास्त्र सुसहितं शास्त्ररीत्या एव नकारस्य लोपः भूत्वा रूपसाम्यं वर्तते अन्ततो गत्वा दन्दश्यते बम्बज्यते इति भवति रूपं, तत्र तु समानप्रक्रिया भवति, किमपि तत्र भेदः नास्ति। किन्तु यत्र एङ्ग्लुकि एव तत्र भेदः भवति, किमर्थम् इत्युक्ते एङ्ग्लुकि अत्र दश् इति यत् उक्तम् अस्ति तस्य ज्ञापकम् अस्ति इति कृत्वा तदेव ज्ञापकं भवति, तर्हि दश् इति स्वीकृत्य एव वयं वयं प्रक्रियां साधयामः, तर्हि दन्दशीति इति भवति, नकारः न भवति एव एङ्ग्लुकि मध्ये। किन्तु अत्र बन्बञ्जीति इत्यस्मिन् भिन्नरूपेण अस्ति खलु, बञ्जीति इति आगच्छति, तत्र नकारः उपादायं नकारः तिष्ठति इङ्ग्लुकि इति। किमर्थं तिष्ठति अनिदितां हल उपादायानिति इत्यस्य प्रसक्तिः नास्ति इङ्ग्लुकि इति कृत्वा इति। आं महोदय, धन्य अस्मि महोदय। तर्हि महोदय अत्र अहं उक्तवान् आपोसिट् कृतवान् अहम् आपोसिट् अर्थम् उक्तवान् न न भवान् तदेव उक्तवान् इति अहम् अवगतवती, नास्ति वा भिन्नरूपेण रूपभेदः जायते, किमर्थं पाणिनिः दश् इति उक्तवान् इति कृत्वा तत्र रूपभेदः जायते। अत्र यङि किं भवति, यङि परे तु किमपि रूपभेदः, वयं दश् दंश् इति स्वीकुर्मः, दश् बञ्ज् इति स्वीकुर्मः, दश् इति स्वीकुर्मः, यः कोऽपि नकारः अस्ति चेत् अनिदितां हलुपदायानिति इति प्रथममेव तस्य लोपः भवति। यदि वयं दंश् इति स्वीकुर्मः वा दश् इति स्वीकुर्मः चिन्ता नास्ति, तत्र यङि बञ्जीति बजीति इति एव भवति, तत्र नकारः नास्ति, यङि यङि यङ्गलुकि किन्तु भेदः अस्ति इति। शक्नोतं चेत् दंश् इत्यस्य अनिदितं कार्यं करोति अत्र। आं महोदय, धन्यवादः महोदय, अग्रे पठामि वा अन्य? पठतु महोदय। नुमागमः प्रसङ्गे निगित्यनेन अनुस्वारो लक्ष्यते इति सिद्धान्तकौमुदीवाक्यं महोदय, अग्रिमे पङ्क्तिद्वयम् अस्ति, कुत्र पठामि महोदय? तर्हि अग्रे वयं किम् अस्ति अस्माकं नूतनविषयः तु अदन्त उदन्त अकार अभ्यास अणितां तदेव। आमां तदेव नूतनविषयः अस्ति खलु। आं महोदय, अत्र अकारान्त अभ्यासताम् अणितां धातूनां यङन्तधातुः सिद्धिः, येषाम् अणिताम् अभ्यासः अकारः तेषां नकारः लोपानन्तरं दीर्घोक्तः इत्यनेन अभ्यासस्य दीर्घो दृश्यं भवति। उदाहरणे चञ्ज् योः यङ् अणितं हलोपदयः नितिनिति इत्यनेन निति प्रत्ययपरे नकारः लोपः रूपं भवति। सच् यो य द्वितीयाभ्यासस्य अभ्यासकार्यं च च च्य दीर्घोक्तः इत्यनेन अभ्यासस्य दीर्घादेशः यङि परे साच्य सा चच्य इति यङन्तधातुः, सा चच्यते इति क्रियापदम् अत्र दत्तं। यदा अभ्यासे अकारः अस्ति चेत् अत्र अणितमालोपदा इति सूत्रेण नकारः लोपो भवति, अनन्तरं दीर्घकृत इत्यस्य अभ्यासस्य दीर्घः भवति इति रूपं भवति इति दीर्घोक्तसूत्रम्। उदाहरणे सञ्जयोः यङ् अत्र नकारः लोपो भवति अणितं हलोपदयः कृतिनीति सूत्रेण, अनन्तरं सच् एव भवति नकारस्य लोपस्य अनन्तरं, योः य इदानीं द्वितीयाभ्यासकार्यं भवति, अतः किम् अत्र सूत्रं वाक्यम् अस्ति, नकार चकारः अपि किं विस्मृतवान् महोदय, चकारः यकारः संयोजनं भवति अत्र अजीर्णव्यञ्जनपर्णं संयोजव्यजम् इति भाष्यकारेण चकारः एव यकारः एव संयोजनं भवति, अनन्तरं द्वितीयम् एकाचो द्वे प्रथमस्य इति सूत्रेण च च इति द्वितीयं भवति, स च च्य इति रूपं, अनन्तरम् अभ्यासस्य चकारस्य दीर्घं भवति, आकारः भवति, अतः सा च च इति रूपं, यङ्गन्धरूपं सा च च्य इति, अनन्तरं सप्तयोः ते भवति, अतः अधोगुणे अपि अत्र कार्यं करोति, पूर्वप्रयोग पररूपम् आगच्छति, अतः सा च च्यते इति तिङन्तरूपं भवति महोदय. तदेव रूपाणि सन्ति ता त्वच्यते, अत्रापि ता त्वच्यते, रा रज्यते, सा सञ्ज्यते, सज्यते खलु, सा सज्यते, सज्यते सका सा सज्यते, समापितवान् भगिनि अग्रे स्वाने वा. आम् आं महोदय, अत्र तत्र आम् स्वञ्ज् इत्यस्य कः पठितुं कः वक्तुम् इच्छति? पुष्पभगिनी वक्तुं पठितु. अत्र स्वञ्ज् सा स्वञ्ज् अस्ति अत्र स्वञ्ज् योगः यङ् अत्र सकारः एव द्वित्वम् आगच्छति. सस्वञ्ज् सस्वच् सस्वच् योगः या सस्वच्या परे तु दीर्घोकितः सास्वच्यते स्वच्यते सम्यक् सा स्वज्यते इति खलु स्वज्यते क्षम्यतां जकारः चकारः जकारः अत्र मन्त् अपि मां मत्यते मामत्यते ग्रन्थ्य ग्रत्यते ग्रत्यते अत्र तु च कवर्गस्य ओ च च क्षम्यतां क्षम्यतां कवर्गस्य चोहोकुः न चकारः भवति कुहोश्चुः क्षम्यतां कवर्गस्य च वर्गादेशः कवर्गः आदेशः. तर्हि जकारस्य स्थाने कः वर्णः आगच्छति? जकारः आगच्छति. तर्हि जा जाग्रत्यते जाग्रत्यते महोदय अङ्गीकरोति खलु अरुणा भगिनी अस्ति वा अस्ति आम् आम् अग्रिममपि करोतु भगिनि तदनन्तरं अग्रिमम् एकं करोतु भगिनि पुष्प भगिनि श्रूयते भगिनि आं भगिनि भगिनि श्रूयते एकनिमिषं भगिनि श्रा सा श्रुत्यते खलु श्रुत्यते सा इति आदौ सा श्रुत्यते सा श्रुत्यते अस्तु अत्र किं सूत्रेण सकारः आगच्छति? सकारः एव अस्ति खलु क्षम्यतां शकारः अस्ति आम् शा श्रुत्यते इति एव अस्ति भवतः भगिनी करोति वा अग्रे महोदय अत्र क्लेशः अस्ति भगिनि अत्र तु शर्पूर्वकयः इति अस्ति खलु तर्हि तदपि मन्तव्यं खलु स्वज्यते अनन्तरं आम् आं न किमपि नास्ति आम् आं शा सत्यते इति एव अस्ति आं भगिनी वदतु भगिनी अरुणा भगिनी बन्द् भगिनि स्यन्द् इति अस्ति स्यन्द् अत्रापि शरि न भगिनि सकार अस्ति यकार यै वर्णः अस्ति न आम् आम् सा एव अवशिष्यति सा सद्यते बन्दति बाबध्यते दम्बपि दादम्भ्यते दभ्यते दादभ्यते श्रम्ब् अत्रापि शास्त्रभ्यते मकारः नास्ति शंसति न्यूत अन्यसूत्रमस्ति न भगिनि अत्र जप मन्ये महोदय अत्र स्थापितवान् खलु संसत् केवलं शास्यते शास्यते इति भवति वा अत्र सकारस्य तथा सकारस्य किम् अस्ति जकारादेशः वा न भवति वा जष्टुं न भवति वा जष्टुं स्मरामि भगिनि सकारस्य किं भवति सद्यते दकारः भवति वा दन्ति अहं न जानामि भगिनि अग्रिमसप्ताहे प्रायः यदा भगिनी आगमिष्यति महोदय अत्र सकार एव तस्य जकार कथं भवति वा अमुना जनम् खलि जलि नास्ति इति कृत्वा तदेव तिष्ठति वा किन्तु यकारः जषि नास्ति आं जलां झषि नास्ति आं महोदय तर्हि सकारः एव तिष्ठति सम्यक् आं महोदय तर्हि शास्यते इति एव अस्ति खलु शास्यते एव ब्रह्म दातु भ्रंस वञ्च श्रंस ध्वंस भ्रंस स्कन्ध इति ददतूनाम् अनिदितां हलोपदायक इति सूत्रेण भ्रश्य भवति तदनन्तरं अल्पप्राणभ्रश्यते अकड नीग् नीक् वञ्चु श्रंशु ध्वंशु भ्रंशु कस पथ पद पदस्कन्ध सूत्रमस्ति अत्र नीक् आगम आगच्छति भगिनि केन सूत्रेण नीक् वञ्चु श्रंशु ध्वंशु सूत्र चतुर्थमे अध्याये चतुर्थपादे षष्ठ 84 भगिनि 7484 अत्र सूत्रमस्ति चतुर्णां धातूनां वञ्च श्रंश ध्वंश भ्रंश स्कन्ध तेषु नीक् आगम आगच्छति यङ्लुकि परे अपि भवति अस्तु अस्तु तर्हि भ्रंस् इत्यस्य भवति अनन्तरम् अन्यत् किमपि नास्ति खलु केवलम् अन्तिमस्य एव तर्हि तथा भवति नीक् आगमः भवति अन्येषां तथा किमपि नास्ति खलु भ्रंस् अपि अपि भवति भगिनि भ्रंस् भगिनी तत्र तु ब्रंस् इति अस्ति भगिनी, सकारः अस्ति, ब्रंशति इत्यस्य नास्ति, निकागमः अत्र न भवति भगिनि. अत्र अन्य अत्र केवलं ब्रश्यते. आं भगिनि, धन्यवादः भगिनि. पुनः अग्रे भगिनि मणिमहोदय पठति वा महोदय, यदि येषाम् अनुचितम् अभ्यासः उकारान्तः इति. आम् क्षम्यतां महोदय, यङि येषाम् अनिताम् अभ्यासः उकारणन्त तदेव महोदय. गुणो यङ् लुकोः इत्यनेन अभ्यासस्य गुणो भवति यङि यङ् लुकि च. उदाहरणं लुञ्च् यः यङ् अनितं हलो प्रया कृतिनिति इत्यनेन यङिति प्रत्यये परे नकारलोपः. लुच् योः य युत्यभ्यासकार्यं लु लु उच्यते गुणो यङ् लुकुः इत्यनेन अभ्यासस्य गुणो भवति यङि परे लो लुच्य इति यङ्गन्तदातु लो लुच्यते. अत्र उकारन्त धातु अस्ति न उकारान्त अभ्यासे उकारान्तः अस्ति, अतः अभ्यासस्य उकारः लोपः भवति. नकारः लिञ्ज् इति रूपस्य स्थाने नकारलोपो भवति अनितं हल उपदयः इति सूत्रेण. अनन्तरं लुच् एव भवति द्वितीयकार्यम्. अत्रापि अजिनमञ्जनपरेण संयोज्यं कार्यं कृत्वा एकाचोद्वे प्रथमस्य अपि कार्यं करोति लु लु चेति. इदानीं गुणोयङ् लुकोः इत्यनेन उकारस्य ओकार गुणो भवति, ओकारः भवति लो लुच्य इति लो लुच्यते इति तिङन्तरूपम् अत्र. एवमेव कुरुञ्च् ब्रुञ्च् ब्लुञ्च् ग्लुञ्च् कुन्त् बुन्त् सुन्त् दुम्प् त्रुम्प् दुम्प् त्रुम्प् गुम्प् चुम्ब इति अत्रापि रूपाणि भवति गुणयङ्गुकोः इत्यनेन. प्रथमत्रयस्य वदति. आम् वदामि. क्रुञ्ज् इति क्रुञ्ज् अत्र अणितमाल उपदा इत्यनेन नकारलोपः भवति, कुच् भवति. अनन्तरं द्वितं भवति कुकुच् इति. अनन्तरं चोहकुः इत्यनेन ककारस्य चकार आदेशः चूपुच् चु चु चु कुच् इति रूप कुच् यकारः अपि संयोजनं सूप् उच्यते. अनन्तरं विशिष्ट अभ्यासकार्यं गुणो यङ्गुकोः इत्यनेन चोक् उच्यते इति रूपं भवति. ब्रूञ्ज् अत्र अपि तदेव, परन्तु अभ्यास चेत्यनेन बकारस्य तृतीयबकारः भवति भू बृच्यते इति रूपम्. अनन्तरं थर्ड् अस्ति ब्लू ब्लुञ्च् इति. अत्र मकरः अस्ति अत्र मो मृच्यते इति रूपं. सम्यक् वा महोदय? आम् अहं बकारः इति मत्वा उदाहरणं दत्तवान्, क्षम्यतां महोदय. द्वितीय ब्रिञ्च् इत्यस्य मकारः न ब्रिञ्च् बकारः नास्ति, मकारः एव सेकेण्ड् न. अत्र राङ्ग्लि उक्तवान्, क्षम्यतां महोदय. ओम् उच्यते मृच्यते इति. पुष्पा भगिनी अग्रिम पञ्चानां वदति वा भगिनि रूपाणि. किं ग्लुञ्चति इग्लुञ्चति अस्ति खलु ग्लुञ्च्. अस्तु, अत्र ग्लुञ्च् यङ् अनिदितां हलुपदाय कृतिनिति इत्यनेन नित्यप्रत्ययपदे नकारलोपः. तत्तु ग्लुच् ग्लुच् गृच् योगः या द्वित्वा कार्यम् अत्र जग्लुच् न ग्लु ग्लुच् परे तु अभ्यासकार्यं कृत्वा जग्लुष् न जु जुग्लुच् न जुग्लुच् अत्र परे तु गुणकार्यं गुणोयङ्ग्लुको इत्यनेन गो ग्लुच् कुन्तु को न चो कुन् चो कुन्त्यते चोकुत्यते चोकुत्यते सम्यक् आं भगिनि अग्रे करोमि वा भो बुध्यते बुन्द् भो बुध्यते इतोपि त्रयं करोतु भगिनि बुन्द् अनन्तरं तुम्प् पर्यन्तं करोतु हा शुन्द् शुन्धपि शो शुध्यते शो शुध्यते तुम्प् तु तुम्प्यते तो तुप्यते तो तुप्यते तृप् अपि तो तृप्यते तुम्फ् तु तदैव तुप्यते पर्याप्तं भगिनि धन्यवादः भगिनि अरुणा भगिनी तृम्फ् अत्रापि तो तृप्यते गृम्फ् जो उफ्यते प्रथमं द्वितीयं भवति तदनन्तरं गोहोश्चुः चतुरे न ककारस्थाने जकार आगच्छति जो यङ्गो गुणो यङ्ग्लुकोः सूत्रेण गुणः भवति जो गुह्यते शुम्बपि शोशुभ्यते साधु भगिनि क्षम्यतां भगिनि आं भगिनि पठामि भगिनि अन्यदितां धातूनां नकारलोपानन्तरं ये रुद् उपधा धातवः भवन्ति ऋग् ऋग्रुदुपधा च रुद् उपधा धातोः अभ्यासस्य ऋक् इति आगमो भवति यङि यङ्लुकि च ऋगृत्वात् इति वक्तव्यम् इति वार्तिकेन ऋकारवत्तामपि धातूनाम् अभ्यासस्य ऋक् इति आगमो भवति यङि यङि लुकि च ओके प्रथमं अनादि वयम् अधुना ऋकार अन्त अनदितां धातूनां नकारलोपनन्तरं ये रुत् उपधा अस्ति तस्य विषयं वयं प्रक्रिया चर्चामः ऋग् रुद् उपधाच इति सूच इति सूत्रेण ऋकारस्थाने ऋक् इति आगमः भवति यङि यङ्लुकि च अत्र एकं वार्तिकमस्ति ऋग् ऋत्वता ऋत्वते इति वक्तव्यम् अहं न अवगतं भगिनि ऋकारवत् अभ्यास अनन्तरं रूपं किं भवति अहम् उदाहरणं पठामि भगिनि तदेव करोति तृम्फ् अनिदितां हलोपदाया किन्निति इति सूत्रेण नीतिप्रत्ययपरे नकारलोपः भवति तृफ् युगय द्वितीय अभ्यासकार्यं तातृप्य अत्र हलादिशेषः रीगुपदस्य च इति किम् अस्ति इति वा अत्र रीगुपदस्य च इति सूत्रेण किम् उक्तम् अस्ति अत्र ऋदुपदस्य रीकागमः भवति इति यत्र ऋकारः उपादायाम् अभ्यासस्य उपादायां वर्तते इति खलु आम् तर्हि औपदेशिकधातुः न नास्ति किं भगिनि केवलं ऋतु उपदा धातु अभ्यासस्य अत्र अत्र तु विवक्षा अधुना नास्ति रीगृत्वत इति वक्तव्यम् इत्यस्मिन् वार्तिके किम् उक्तमस्ति इत्युक्ते ऋकारवतामपि समानं कार्यं भवति इति यङि एङ्गुल्कि समानकार्यं भवति अत्र तु इति वार्तिकं वदति किन्तु अधुना वयं ऋगुपदस्य च इति सूत्रमेव अस्ति खलु तर्हि वयं सूत्रेण एव कार्यं भवति वार्तिकं कुत्र सम्भवति वार्तिकं तु यत्र ऋगन्तदातवः अस्ति चेत् ऋक् ऋकारः अभ्यासे अस्ति चेत् ऋकारान्तदातूनां विशेषमिता अत्र तु ऋकारः उपादायाम् अस्ति इति कृत्वा ऋगुपदस्य च इति सूत्रेण एव कार्यं भवति ऋकारः भवति किन्तु यदि ऋगन्तदातवः ऋकारान्तदातुः अस्ति चेत् सूत्रस्य प्रसक्तिः नास्ति खलु ऋगुपदस्य च इति प्रसक्तिः नास्ति ऋगुपदच्च भवति भगिनि अहं मन्ये लास्ट् वीक् अत्र अत्र मूलधातु उपदा ऋकारः नास्ति अत्र मूलधातुः किन्तु सूत्रे किम् उक्तमस्ति भगिनि सूत्रे उक्तमस्ति यत्र ऋकारान्तदातुः अस्ति चेत् ऋकारान्तदातुः इति न उक्तमस्ति खलु ऋग् उपादायां ऋकारः अस्ति चेत् सूत्रस्य प्रसक्तिः इति उक्तमस्ति अधुना किमपि क्लेशः नास्ति सूत्रस्य कार्यं सम्भवति रीकागमः भवति किन्तु अन्यथापि महोदयेन स्मारितम् अस्ति यत्र ऋकारान्तदातुः साक्षात् अस्ति उपादायां ऋकारः नास्ति किन्तु ऋकारान्तः एव दातुः अस्ति चेत् तथापि अस्य सूत्रस्य प्रसक्तिः प्राप्तिः भवति इति ओके ओके वार्तिकेन इति वक्तव्यं चेत् ऋकारान्तमपि अस्ति धातूनाम् अस्ति अस्ति अपि रेकागमः भवति त्रुम्फ् अत्र अनिदितां हालोपदाय किनिति सूत्रेण नित् यङ् इति नित्तिप्रत्ययः सः तकारलोपः भवति त्रुफ् योगहाय संयङ्गो इति सूत्रेण द्वित्वं भवति तृतृफ् अत्र हलादिशेषः इति सूचेन ऋकार अपगच्छति तृफ्यते ऋग् उद उपदात्य छ इति सूत्रेण ऋकारस्थाने ऋगागमः भवति तर्हि तृफ्यते इति रूपं भवति द्रुम्फ् अपि अहं वदामि वा दृप्स्यते अनन्तरं सरि सृभ्यते इति भवति अनन्तरं तरि तृह्यते इति भवति साधु वा सूत्रं पठामि ऋगुपदस्य च ऋगुपदधातोः अभ्यासस्य ऋगागमः भवति इङि एङ्गुलुकि च अनुवृत्तिसहितसूत्रं ऋगुपदस्य अङ्गस्य अभ्यासस्य रीक् इङ्गि भुः इति प्रिञ्च् इति पठनीयं पुनः मणिमहोदय पठनीयं महोदय प्रश्नः नास्ति खलु भगिनि समानं वर्तते न भगिनि समानमेव मणिमहोदय पठति वा महोदय भवतः क्रमः अस्ति क्षम्यतां महोदय कृञ्च् धातोः हतयो महोदय कृञ्च् धातोः यङन्तधातुः सिद्धिः कृञ्च् धातोः ण्योप्पधातुः उपधातुः न तु नोपदा धातुः अतः तस्य नकारस्य अनितमल उपधायाः नीति तेन लोपः न भवति अतः तस्य साधारणस्य सम्बन्ध अभ्यासकार्ये गुणो यङ्कोः इत्यनेन अभ्यासस्य गुणो भवति कुरुञ्च्योः यङ् कृञ्च्य चोकृञ्च्य इति चोकृञ्च्यते इति यङ्गन्धातुः चोकृच्य कृञ्च्यते इति ञकारः अस्ति नकारः नास्ति ञकारः इति अत्र दत्तम् अतः उपधायां ञकारः अस्ति अतः उपधायां नास्ति इति स्मर्तव्यं खलु न न अस्तु अस्तु ञकारः अस्ति आं महोदय नकारः नास्ति इति वा अस्तु ञकारः अस्ति नकारः नास्ति अतः ञकारः अनितमल उपधाति इति सूत्रेण ञकारः न लोपो भवति तदेव तिष्ठति इति अतः गुणयोः इति कार्यं करोति कृञ्च्योः यम् अत्र ञकारः लोपो न भवति कृञ्ज् एव तिष्ठति इदानीं द्वितं भवति सन्निङ्गवत्यनेन अनन्तरं मजिदव्यञ्जनं परेण संयोजनं कार्यं करोति एकाचौदय धर्मस्य कृञ्ज्य इति रूपं भवति अत्र चोहकुदि कुहुदि इति अलादिशेषगत्येन कुर् इति गुणो भवति कुर् इति अलादिशेषगत्येन रेप लोपो भवति कु इति तिष्ठति इदानीं चोहकु गुणयङ्गुकोः इत्यनेन अभ्यासस्य कुः चुः अस्ति अत्र गुणयङ्गुकोः इत्यनेन चो इति भवति चो कृञ्च्य इति रूपम् अयङ्गन्धधातुः चो कृञ्च्यते इति तिङ्गन्तरूपं भवति अत्र अस्तु महोदय प्रश्नः अहमपि पठामि वा न प्रश्नः अस्ति महोदय तावत्पर्यन्तं पाठितवान् इति मन्ये पुष्पभगिनी अथवा अरुणाभगिनी पृच्छतु पुष्पभगिनी अरुणाभगिनी भवत्यो वर्गे पूर्वम् आसीत् वा गतसप्ताहे आं भगिनि अत्र न तदेव कृतमिति अहं मन्ये अहं दातुम् इति तत्र नाम तस्मिन् महोदय लिखति किं किं पाठितवान् इति तर्हि तत्रापि कुरुञ्चपर्यन्तमेव लिखितम् अत्र न अहं दातु न कृतवान् शीघ्रं समाप्तं कथं वा शीघ्रं सरलभगिनी नास्ति अस्मान् अभ्यासः नास्ति अतः सरलभगिनी अस्ति चेत् रीक्याप् प्रत्येकं पुनः कारयति पृथक्तया अस्तु किन्तु केवलं अहं न अवग विस्मरामि भगिनि पद्न अत्र शुकवनमहोदय पृच्छति अत्र ऋकारान्तधातूनां अङ्गकार्यं कृत्वा धातुसंज्ञा अस्ति परन्तु नत्वं समथिङ्ग् देव लाट् आफ़् डिस्कशन् यस्टर्डे ऐ डोण्ट् रिमेम्बर् अहं तु समीपे एव चर्चार्थम् अहं न गच्छामि सरलभग्नि अस्ति एव वदति समापयामः वा? आं आं भगिनि, धन्यवादः. धन्यवादः महोदय, धन्यवादः. सर्वे शुभदिनं महोदय भवते. धन्यवादः.